कृधादिगणः पाठः अस्माभिः गतरविवासरे समाप्तः. इदानीम् अभ्यासं कुर्मः. अत्र रुधादिगणीय सर्वे धातवाः अर्थसहिताः दत्ताः सन्ति. तर्हि किं करणीयम्? लटि लोटि लङ्गि विधिलिङ्गि च वाक्यानि रचनीयानि. अस्तु, तर्हि प्रथमधातुः अस्ति विच्. तर्हि वाक्यानि कथं कुर्मः? कोऽपि किमपि करोतु. सः डेश्, तौ डेश्, ते डेश्, एवं किमपि करोतु. अथवा अहं डेश्, वयं डेश्, आवां डेश् इति करोतु. परन्तु मुख्यं किं? प्रत्येकलकारस्य रूपाणि करणीयानि इति. इदानीं विचिर् धातुः अस्ति. विचिर् विचिर्मध्ये उभयपदि धातुः अस्ति. अतः उभयपदि धातोः तस्य अभ्यासं कुर्मः. अस्य अभ्यासस्य महत्त्वं किं? प्रथमं तु सर्वं रुधादिगणीयसूत्राणि अभ्यासं भवति, अपि च सन्धिसूत्राणामपि अभ्यासं भवति. अतः विचिर् धातुः अस्ति. विच् तत्र विच् भवति. विच् धातु अस्ति. मल्लन् महोदय आरम्भं करोतु. विचिर् धातु परस्मैपदी आत्तं पृथक् करोति इति वा? आम्, पृथक् करोति. आम् अहं पुस्तकं न रूपाणि करोतु. प्रथमं तु रूपाणि ब्लट् रूपाणि करणीयं वा? लट् परस्मैपदी लट् परस्मैपदी लट् विच्छदातु. विच्छदातु इति विनच् इति अङ्गमस्ति. विनच् विनच् योगः ति अस्ति. विनच् योगः ति चोः कुः इत्यनेन चकारः ककारः भवति. विनक्ति विनक्ति विनक्ति विनक्तियोगः. विनक्ति इति पदेन किमपि वाक्यं करोतु. विनक्ति न केवलं केवलं कर्ता अपि च क्रियापदम्. आं, पृथक् करोति इति वार्ते अस्ति. केवलं वाक्यं करोतु. वाक्यम् इति किं? किमपि कर्तारूपमपि तत्र स्थापयतु. सः किमपि पुस्तकं विनक्ति इति वदामि वा? पृथक् करोति वा? पृथक् करोति न. फलं फलं फलानि पृथक् करोति. सः विनक्ति इति सः फलानि विनक्ति. सः विनक्ति अथवा सा विनक्ति अथवा तत् विनक्ति किमपि. अस्तु, तदनन्तरम् अग्रे झटिति करणीयम्. विनच्योगतः अस्ति. इदानीं ससोरल्लोपः इत्यनेन विन् विङ् विञ्च् योगः तः विञ्च् योगतः चोः कुः विङ्च् विङ्क् योगतः तदनन्तरं विङ्क्तः विङ्क्तः इति भवति. विङ्क्तः तर्हि नकारस्य किं भवति प्रथमं? किं महोदय? नकारस्य प्रथमं किं भवति? ससोरल्लोपः इत्यनेन नकारस्य अकारस्य लोपः भवति. नकारस्य रक्षापदान्तस्य जलि इत्यनेन अनुस्वारः भवति. अन्तिमे अनुस्वारस्य ई पर सवर्ण इति सूत्रेण नकारः भवति. विङ्क्तः नकारः भवति वा? किं किं नकारः? नकारः क पञ्चम कस्य कस्य गणस्य? ककारस्य. कवर्गे कवर्गे कवर्गे कवर्गे. अस्तु, अग्रे विनच् योगः अन्ति इति अत्र विनच्छ विञ्चन्ति विञ्चन्ति इति भवति. अत्रापि नश्यपदान्तस्य जलि इत्यनेन अनुस्वारः, तदनन्तरम् अनुस्वारस्य ई पर सवर्ण इत्यनेन चवर्ग्यस्य अनुस्वारः ज्ञा इति भवति. विञ्चन्ति विञ्चन्ति विनच्छयोगः सि अस्ति. विनच्छयोगः सि चोः कुः इत्यनेन विनक् योगः सि. आदेशप्रत्ययोः इत्यनेन विनक्षि विनक्षि विनच्छयोगः तः. अत्र विङ्क् योगः तः चोः कुः इत्यनेन नश्यपदान्तस्य जरि अनुस्वारस्य यै परसवर्ण इति सूत्रे विङ्क्तः विङ्क्तः विङ्क्त इति बहुवचने विङ्क्त विनच्योगः मि विनच्योग विनच्मि विनच्मि विञ्च्योगः वः अस्ति. विङ् विच् विच्योगः वः विच् किमर्थं विञ्च् शसोरल् लोपः इत्यनेन नकारस्य लोपो अकारस्य लोपो भवति. विञ्च् इच्छः विञ्च्मः विञ्च्वः विञ्च्मः विञ्च्वः मध्ये नकारस्य परिवर्तनं किं भवति, कः वर्णः आगच्छति? अत्र चकारस्य पञ्चमवर्णः आगच्छति चवर्गीय अनुस्वारः चवर्गीय. अस्तु अग्रे इदानीं मीना महोदय प्रयत्नं करोति वा लोट् प्रयत्नं करोमि. विञ्च् योगः टु नेम् विनच्छतु किल प्रथमं प्रथमं विनच्छयोगः विनच्छयोगः तु विनच्छयोगः तु तत्र श्नशोर् अल्लोपः स्ना तत्र भवति, तत्र आकारस्य लोपः भवति. श्नशोरल्लोपः कुत्र भवति? श्नशोरल्लोपः न भवति वा? श्नशोरल्लोपः तस्य निमित्तं किं, प्रत्ययः पित् वा अपित् वा? सूत्रं सूत्रं पठितं श्नशोरल्लोपः कुत्र भवति? अपित् अपित् अपित् प्रत्ययस्य अत्र तिप् अस्ति, तस्मात् श्नशोरल्लोपः न भवति वा? विनच्छतु विनच्छतु चोकुः विनक्तु विनक्तु विङ्क् विङ्क् विङ्क् तात् अपि तात् विन् तत्र तत्र अपि तस्ति तत्र श्मशोरलोपः भवति किल विञ्च् तात् तदनन्तरं चोकुः विङ्क् विङ्क् तात् न विङ्क् तात् तत्र नश्चापदान्तस्य जलि तत्र ककारस्य पञ्चमवर्णः नकारः विङ्क् विङ्क् तात् विङ्क् तात् तादृशमेव तु पदान्तस्य जलि तस्य किं भवति, अनुस्वारस्य अनन्तरं किं भवति? कृक् ककारस्य पञ्चमवर्णः नकारः भवति न न न न न न नश्चापदान्तस्य जलि तत्र अनुस्वारः भवति प्रथमं, तदनन्तरम् अनुस्वारस्य ई परसानकारस्य पञ्चमवर्णः नकारः भवति लिङ्क्तात्. कवर्गस्य पञ्चमवर्णः. तदनन्तरं विञ्च् योगः तां भवति, तत्र विनच् विनच् तां भवति, तत्र श्नशोरलोपः भवति. किमर्थमिति चेत् तां तां तत्र अपित् विञ्च् विञ्चितां विञ्चितां चोकुः विङ्क् तां तन् नश्चापदान्तस्य जलि अनुस्वारः विङ्क् ताम् अनुस्वारदेयीपर्णः ककार कवर्गस्य अन्तिमवर्णः नकारः भवति विङ्क् ताम्. विञ्च् विञ्जन् विञ्च् अन्तु तत्र विञ्च् अन्तु नो विनच् विनच् रुदादिभ्यः श्रम विनच् अन्तु तत्र अन्तु अपित् अस्ति तस्मात् सशोरलोपः भवति विञ्च् अन्तु. तदनन्तरं नश्चापदान्तस्य जलीति अनुस्वारः अनुभवति, अनुस्वारस्य पर्णः चवर्गस्य पञ्चमवर्णः ञकारः भवति विञ्चन्तु. विञ्च् विच् हि विञ्चति विनच् हि विनच् हि रुदादिभ्य विनच् हि फेर्हि अपि अपित् किल अपित् तस्मात् श्वशोरलोपः विञ्च् विञ्च् भवति अल्लोपः भवति विञ्च् हि हूजर्भ्यो हेर्भिः उत्तमं विञ्च् उत्तमं हकारस्य हकारस्य धकारः भवति विञ्च् धि तन् चकारस्य चोकुः विङ्क् धि तनश्चापदान्तस्य विङ्क् धि अनन्तरं तदनन्तरं विङ्क् धि विङ्क् विङ्क् द्वि अनुस्वारस्य एव झलि नश्चापदान्तस्य झलि विङ्क् धि इदानीं किं भवति ककारः तृतीयवर्गीयककारः भवति वा विङ्क् विङ्ग् विङ्ग् विङ्ग् धि वा तेन सूत्रेण जश् भवति जश् जश् केन सूत्रेण केन सूत्रं किं जलां जलां जश् जशि सो विङ्ग् धि तन् अनुस्वारसेयीपर्णः कवर्गस्य नकारः भवति विङ्ग् धि विङ्ग् धि वि कवर्गस्य नकारः गकारः धि विङ्गधि तात् भवति तत्र विनच् विनच् तात् श्नसोरल्लोपः अपि अस्ति तस्मात् विञ्च् तात् तस्य तात् भवति चोकुः विङ्क् तात् नश्चापदार्थस्य जलि मेङ्क् तात् तादृशमेव अनुस्वारस्य रूपम् अन्तिमरूपं वदतु अन्तिमरूपं विङ्क्ता कवर्गस्य ङकारः भवति विङ्क्ता तदनन्तरं विञ्च् मन्तु हि तं विञ्च् तं विञ्च् विनच्छतं तदनन्तरं विञ्चितं भवति विञ्च् विञ्चितं तदनन्तरं चोकुः विङ्क्तं विङ्क्तम् अनुस्वारस्यै एव विङ्क्तम् अग्रे अग्रे विङ्क्तम् अग्रे अग्रे विङ्क्तं समीचीनं वा आमां विङ्क्तं समीचीनम् विङ्क्तम् अन्तं विङ्क्त सा तादृशमेव समानप्रक्रिया विनच् विनच् आनि आनयाव आम पित् भवति तस्मात् श्वशोरलोपः न भवति विनच् आनि विनचानि विनच् आनि विनचानि विनचाव विनचाव सत्यं सत्यं तदावच्छति वा प्रश्नः अस्ति वा न महोदय अस्तु उत्तमं महोदय सर्वं जानाति किमर्थं वदति न जानाति सर्वं सम्यक् नूतनसूत्रं न पठितं वदामि रुधादिगणे नूतनसूत्राणि न सन्ति केवलं श्नोरल्लोपः श्नान्नलोपः अत्र पुस्तकं करपत्रे अस्ति करपत्रे तिप्तिप्सरस्तेः अहं न जानामि सिपिदातो रूर्वा अहं न जानामि अस्माभिः बहुवारम् अहं पूर्वमपि पठितं तिप्यनस्तेः सिपिधातुरूर्वा नूतनसूत्राणि न सन्ति सकारान्तपदमस्ति चेत् धातुरूपीपदं सकारान्तं पदम् अस्ति चेत् सकारस्य तिप्रत्ययपदे ऋत्वं प्रबाध्य दकारः भवति जानाति भवती खलु केचन सूत्राणि अहं न जानामि महोदय नै नै भवती न जानाति इति न जानामि परन्तु नूतनसूत्राणि न सन्ति अस्तु अग्रे मया विजया महोदय लङ् करोतु लङ् विजयमहोदय अस्ति वा अस्ति महोदय अस्मि किं करोतु न किम् इदानीं लङ् अस्तु अस्तु अत्र रूपं भवति विच् इति धातु अनन्तरं तत्र एतत् रुदादिगणीयधातुः अतः तत्र रुदादिभ्यः श्नम् इति भवति अतः मध्ये नकारः आगच्छति एव सर्वत्र अडागमः भवति सूत्रं किम् अस्ति चेत् लुङ् लङ् लृङ् षु अडदातः इति इत्यनेन अतः अडगमः भवति सर्वत्र आ विनच् इति भवति अनन्तरं स्नसोरल्लोपः इति इत्यनेन नकार उत्तरवति अकारः लोपः अस्तु अस्तु अत्र किम् अस्ति तत्र तकारः अस्ति एतत् हल्क्याभ्य दीर्घात् सुति सप्रकारः कीदृशः अस्ति पित् अस्ति वा तकारः अपित् अपित् अस्ति किम् एकनिमिषं महोदय अत्र लङ् आमामाम् एतत् पित् अस्ति परन्तु अपित् अस्ति महोदय तकारस्य मूलप्रत्ययः कः तिप् तिप् अपित् अस्ति वा पित् अस्ति अपित् अस्ति तिप् अपित् अस्ति वा पित् अस्ति पित् अस्ति किं महोदय अत्र तिप् लङ् लकारः लङ् लकारे एकनिमिष ता अस्ति खलु एतत् पित् एव अस्ति खलु भवती अपित् वदति इदानीं न तत्र किम् अस्ति लङ् त त अन् एतत् समीचीनमेव तत्र पित् एव अस्ति स्थूलाक्षरै यत्र यत्र अस्ति एतत् पित् अस्ति पित् एव अस्ति तकारः अहं न मम प्रश्नः सरलः अस्ति त इति पित् अस्ति वा अपित् अस्ति वा सम्यक् वदतु सम्यक् रीत्या वदतु पित् पित् अस्ति अस्तु पित् अस्ति अतः इदानीं श्नसोरल्लोपः कार्यं करोति न वा करोति एव अपित् अस्ति चेत् एव श्नसोरल्लोपः कार्यं न करोति विपरीतं वदति भवती अपित् अस्ति चेत् कार्यं करोति महोदय श्रूयते वा आम् श्नसोरल्लोपः पित् अस्ति चेत् कार्यं करोति वा अपित् अस्ति चेत् कार्यं करोति वा अपित् अस्ति चेदेव कार्यं न करोति न न न अपित् अस्ति चेत् कार्यं करोति पित् अस्ति चेत् कार्यं न करोति एकनिमिषं महोदय कुत्रापि मया लिखितमेव अस्तु किं महोदय अत्र स्नसोरल्लोपः पित् अस्ति चेत् मया लिखितं कुत्रापि इदानीम् अहं स्नसोरल्लोपः पित् अस्ति चेत् कार्यं करोति खलु महोदय न महोदय पित् अस्ति स्नसोरल्लोपः तस्य निमित्तम् अस्ति प्रत्ययः कित् नित् भवेत् अर्थात् अपित् तर्हि त अपित् अस्ति वा अपित् अस्ति वा ता पित् अस्ति हा तर्हि कार्यं करोति न वा करोति एव अत्र क्लेशः अस्ति क्लेशः किं महोदय कतिवारम् अस्माभिः कृतं कतिवारं स्नसोरल्लोपः अस्माभिः कतिवारं कृतं गत मासद्वयम् अस्माभिः एतत् एषः पाठः कृतः किमर्थं क्लेशः अस्ति न अहं न जानामि भवती अभ्यासं न करोति इति अहं चिन्तयामि क्लेशः कः क्लेशः अस्ति स्नसोरल्लोपः कित्वित् प्रत्ययः अस्ति चेदेव कार्यं करोति कित्वित् प्रत्ययः अत्र अपित् प्रत्ययः अस्ति चेदेव कार्यं करोति त पित् अस्ति खलु पित् अस्ति चेत् कार्यं कथं करोति किम् अत्र आम् कित् अस्ति पित् अस्ति चेत् किमपि कार्यं न भवति अतः तत्र अनेन न अवगच्छति वा स्वरल्लोपः कार्यं न करोति अवगच्छति वा न स्वरल्लोपः पित् अस्ति वा अपित् अस्ति वा कार्यं करोति किम् पित् अस्ति अकारः पित् अस्ति अतः कार्यं न भवति अत्र न भवति अतः तत्र अविनच् इति भवति अतः किम् अतः किं भवति कार्यं चकारस्य स्थाने चोहोकुः इति आगत्य चकारस्य स्थाने ककारः भूत्वा विनक् योगः भवति किं भवति अविनक् तदनन्तरं किम् अनन्तरं तत्र जलं जषन्ते इति आगत्य ककारस्य स्थाने तृतीयवर्णः भूत्वा अविनग् इति भवति अनन्तरं वा अवसाने इत्यनेन अविनक् इति भवति रूपं द्वयं भवति खलु अविनक् अविनग् इति भवति अनन्तरम् अत्र किमस्ति अविनच् इति भवति अनन्तरं ताम् इति भवति लङ्लकारे तत्र स्नसोरल्लोपः कार्यं भवति एव अपि तस्ति खलु महोदय किमर्थं भवति इदानीम् अपि तस्ति किमर्थं चेत् अत्र अपि तस्ति अतः कार्यं भवति एव कित्नित् अस्ति चेत् कार्यं भवति तर्हि तात् इति अपि अस्ति खलु ताम् इति अस्ति अनन्तरं तत्र इदानीं स्नसोरल्लोपः कार्यं करोति अतः अविञ्च् इति भवति अनन्तरं अत्रापि चोकोकुः कार्यं करोति अतः तत्र अनन्तरं नच पदान्तस्य जलि अनन्तरम् अनुस्वारस्य ये परसवर्णः एतत् भूत्वा तत्र ककारस्य अन्तिमवर्णः भूत्वा अविङ्क्ताम् इति भवति अविङ्क्ताम् अविङ्क्ताम् इति अनन्तरं तत्र अन् अस्ति तत्र किं भवति चेत् तत्र अपि अविञ्च् इति भवति अनन्तरं तत्र तादृशमेव भवति नच् पदान्तस्य जलि अनन्तरं अनुस्वारस्य यै परसवर्णः चकारस्य अन्तिमवर्णः भूत्वा अनन्तरम् अन् योजनेन अविञ्छन् इति भवति खलु महोदय अनन्तरं अविञ्छन् चकारस्य अन्तिमवर्णः भूत्वा अविञ्छन् इति भवति अनन्तरं पूर्वं दृष्टवन्तः तत्र किमस्ति मध्यमपुरुषः मध्यमपुरुष एकवचनमपि प्रथमपुरुषः इव भवति अत्र सकारस्य अल्ग्याभ्य दीर्घात् सुतिसप्रुक्तम् इति इत्यनेन तत्र सकारस्य लोप् इति भवति अनन्तरं तत्र तादृशमेव भवति किमस्ति अत्र नच पदान्तस्य जलि न न अवि न अत्र पूर्वं दृष्टवन्तः खलु महोदय अत्र किम् अस्ति चोः कुः भवति कार्यम् अनन्तरं जलां जशवन्ते भवति अनन्तरं वा अवसाने इति रूपं द्वयं भवति पूर्वमेव दृष्टवन्तः अविनक् अविनग् इति भवति अनन्तरं तं योजनेन अविङ्क्तं भवति अविङ्क्त इति मध्यमपुरुष बहुवचनं भवति अनन्तरं तत्र अम् अस्ति अत्र पित् अस्ति किमपि कार्यं नास्ति अतः वर्णमेलनमेव अविनचम् इति भवति अविनच् अम् योजनेन अविनचम् अनन्तरं तत्र किमस्ति वाम अस्ति वाम तत्र अपि किमस्ति नच पदान्तस्य जलि अनन्तरम् अनुस्वारस्य ययि परसवर्णः इत्यनेन चकारस्य अन्तिमवर्णः भूत्वा अविञ्च्व अविञ्च्म इति भवति सम्यक् बहु सम्यक् धन्यवादः। सोरल्लोपः इति तत्तत् विहाय अन्य सर्वं भवती सम्यक् रीत्या जानाति। अस्तु, तर्हि विधिलिङ्गी अपि किमपि नास्ति, सर्वत्र विञ्च्यात् विञ्च्यातां विञ्च्युः विञ्च्याः विञ्च्यातं विञ्च्यात विञ्च्यां विञ्च्याव विञ्च्या इति एव अस्ति। अस्तु, इदानीम् उभयपदी अस्ति धातु खलु, इदानीम् आत्मनेपदं कुर्मः। तर्हि को अस्ति इदानीं मलर् महोदय, लट् आत्मनेपदी लट् करोतु। आं महोदय, विनच्योगः ते अस्ति अपि विञ्च् विञ्च् योगः ते चोः कुः इत्यनेन विञ्क् विञ्च् योगः ते विङ्क्ते विङ्क्ते विनच्योगः आते विञ्चाते विनच्योगः अते विञ्चते अत्र अत्र नश्यपदान्तस्य जलि तदनन्तरम् अनुस्वारस्य परसवर्णसूत्रं कार्यं करोति। विनच्योगस्य विनच्योगस्य विञ्च् योगस्य चोः कुः इत्यनेन विंशे विंशे विंशे किं किं किं विंशे विंशे सत्यं विनच्योगः विञ्चाते विनच्योगः द्वे विनच्योगः द्वे अस्ति विञ्च्योगः द्वे चोः कुः आम् विन् ककारः भवति विञ्च्योगः द्वे जलं जल जश्वर्णः अस्ति इदानीं जलं जश् जशि इत्यनेन किं जश्वर्णः अस्ति दकारः ककारः अस्ति ऐ चकारः न महोदय क्षम्यतां न प्रत्येकः इदानीं विञ्च् योगः द्वे अस्ति विञ्च् योगः द्वे तत् चोः कुः इत्यनेन चकारः ककारः भवति विञ्च् योगः द्वे जलं जश् जशि जलं जशान्ते इति सूत्रेण जलं जश् जशि महोदय जलं जश् जशि इति सूत्रेण गकारः भवति विङ्क् विङ् द्वे विङ् द्वे हलो सम्यक् वा विङ् द्वे हलो श्रुणोति वा आं श्रुणोति विङ् द्वे विङ् द्वे विङ् द्वे गकारः खलु गकारः तृतीयवर्णः विनच्योगः विञ्च् योगः एकारः अस्ति विञ्चे विञ्च् विञ्च् वहे विञ्च् महे अत्र नश्यपदान्तस्य जलि इत्यनेन अनुस्वारः भवति तदनन्तरम् अनुस्वारस्य परसवर्णे परसवर्णः इति सूत्रेण चकारस्य अनुस्वारस्य इ परसवर्णः इति सूत्रेण चकारस्य पञ्चमवर्णः ञकारः इति भवति विञ्च् वहे विञ्च् वहे विञ्च् महे तर्हि विङ्क्ते विञ्चाते विञ्चते विङ्क्षे विञ्चाथे विङ्क्ध्वे विञ्चे विञ्च्वहे विञ्च्महे अग्रे हा अहमेव वा न न भवति न मीना महोदय आत्मनेपदं लङ् लोट् न आत्मनेपदं लङ् करोतु लङ् लङ् वा लङ् लोट् लङ् महोदय मलर् महोदय इदानीमेव लट् अभवत् खलु महोदय अतः लोट् एव खलु लट् लोट् लङ् विधिलिङ्ग् क्रमेण एव आगच्छति न न भवती इदानीम् अस्तु विजया महोदय भवती लोट् करोतु इदानीम् अस्तु महोदय अत्र सिद्धरूपेण विनच् भवति खलु महोदय अनन्तरं किमस्ति तत्र ताम् आतां द्वम् इति एकनिमिषं न श्रूयते भगिनि अत्र ताम् आताम् अतां त्वम् ऐ आवहै आमहै इति अस्ति अत्र विनच् इति भवति ताम् इति अस्ति अत्र अपि तस्ति अतः तत्र स्नसोरल्लोपः कार्यं करोति विञ्च् इति भवति अनन्तरं ताम् अनन्तरं तत्र चोहोकुः आगच्छति विङ्क् इति भवति विङ्क् योगः ताम् इदानीं नच पदान्तस्य जलि इत्यनेन अनुस्वारः भवति अनन्तरम् अनुस्वारस्य ययिपरसवर्णः इत्यनेन कवर्गीय अन्तिमवर्णः भूत्वा विङ्क् ताम् इति भवति केवलम् अन्तिमरूपं वदतु इदानीं आम् आम् आम् अत्र आताम् इति अस्ति तत्रापि ये पूर्वम् एव दृष्टवन्तः स्नसोरल्लोपः न च पदान्तस्य जलि अनुस्वारस्य ययिपरसवर्णः एतत् सर्वम् अत्र भविष्यत् भवति एव अतः विंशताम् इति भवति तां योजनेन आतां विंशाताम् इति भवति अनन्तरम् अताम् इति अस्ति अतः विंशताम् इति भवति खलु महोदय अनन्तरं तत्र चोहोकुः मध्यमपुरुषे एकवचने चोहोकुः अनन्तरं किमस्ति अत्र स्व इति भवति स्व अत्र चोहोकुः भवति अनन्तरम् आदेशप्रत्ययोः इत्यनेन श्व इति भवति दन्त्यसकारस्य स्थाने मूर्धन्यशकारः आगच्छति अतः श्वा इति भवति अनन्तरं न च पदान्तस्य जलि अनुस्वारस्य ययि परसवनः एतत् सर्वं भूत्वा विंश्व इति भवति इदानीं द्वितीयतकारः आगच्छति थाम् इति पूर्वमेव वयं दृष्टवन्तः विंशताम् विंशाताम् स्वकृते रूपं किं स्व इति भवति आदेशप्रत्ययोः इत्यनेन दन्त्यसकारस्य स्थाने मूर्धने शकारः भवति श्व इति विंश्व इति भवति अनन्तरं पूर्वमेव दृष्टवन्तः आताम् इति इदानीम् आत्थाम् इति भवति अथवा विञ्छाताम् इति भवति अनन्तरं तत्र मध्यमपुरुषे एकवचने तत्र स्नसोरल्लोपः अनन्तरं चोहोकुः विङ्क् योगः द्वं भवति इदानीं नच पदान्तस्य जलि इत्यनेन अनुस्वारः भवति अनन्तरं जलाञ्जि इत्यनेन तत्र प्रथमवर्णस्य स्थाने तृतीयवर्णः आगच्छति विङ् द्वं विङ् द्वम् इति भवति विङ् द्वम् अनन्तरम् ऐ अस्ति विनचै भवति अनन्तरं विनचावहै आवहै आमहै अस्ति अतः विनचावहै विनचामहै इति भवति तावदेव अत्र अत्र स्नसोरल्लोपः कार्यं करोति वा कुत्र अत्र उत्तमपुरुषे उत्तमपुरुषे पित् अस्ति अतः पित् अस्ति अपित् अस्ति चेत् एव स्नसोरल्लोपः कार्यं करोति पित् अस्ति चेत् तत्र कार्यं न भवति अस्तु तर्हि किं भवति विनचै विनचावहै विनचामहे खलु विनचामहे इति भवति अस्तु तदनन्तरं मीनामहोदय मीनामहोदय लं करोतु विनच् विनच्योगः ता किल तां जां इद्वहिमहि विनच् त सशोरलोभः अपित् अस्ति तस्मात् अकारः लोभः विञ्च् विञ्च् अगागमः भवति अगागमः भवति अविञ्च् अविञ्च् त लङ्लकारे अविञ्च् अविञ्च् तदनन्तरं चोकुः अविङ्क् त तदनन्तरं नश्च अनुस्वार देकम् टुगेदर् एनिवे नश्च पदान्तस्य जलि इति अनुस्वारः भवति अनुस्वारस्य ये परस्य ककारस्य पञ्चमवर्णः नकारः भवति अविञ्च् अविञ्च् अविञ्च् आतामेव अविञ्च् आतां किमपि नास्ति अविञ्चाताम् अविञ्चत अविञ्च नश्चापदार्थस्य तादृशं भवति अविञ्चत तदनन्तरम् अविञ्च् थाः किल अविञ्च् अविञ्च् थाः किं भवति अविञ्च् थाः चोकुः अविङ्क् अविङ्क्था अविङ्क्ताः अविङ्क्ताः तदनन्तरं नश्चापदान्त अनुसारस्य एक् तादृशमेव किल अविङ्क्ताः अविङ्क्ताः समीचीनं वा अविङ्क्ताः नश्चापदान्त अनुस्वारस्य सूत्र लेखं तदनन्तरम् अविङ्क्ताः अविञ्चाताम् अविञ्च् द्वं चोकुः अविङ्क् द्वं अविङ्क् द्वं तदनन्तरं नश्चापदान्तसनुस्वारस्य द्वं वा समीचीनं वा महोदय किम् अविङ्क् द्वम् अविङ्क् द्वं गकारः खलु प्रथमम् अविङ्क् अविङ्क् द्वं ककारः जस् भवति जलं जस् तत्र अविङ्ग् द्वम् अनुस्वारस्य ये परस अवि ककारस्य नकारः भवति अविङ्ग् द्वम् द्वं तदनन्तरं किं भवति द्वम् अविञ्च् ईवहि महि किल ईवहि अविञ्च् ई अविञ्चि अविञ्च् वहि अविञ्च् महि सम्यक् किमपि नास्ति तत्र केवलं श्नसोरल्लोपः श्नशोरलोपः अस्तु तर्हि अपि च अन्तिमे किमस्ति विधिलिङ्गि विञ्चीत विञ्चीयातां विञ्चीरन् विञ्चितः विञ्चियाथां विञ्चिध्वं विञ्चीय विञ्चिवहि विञ्चिमहि अस्तु तर्हि विञ्च् धातु विच् धातु समाप्तः सर्वे जानन्ति इति अहं चिन्तयामि अग्रे इदानीम् अग्रे कुर्मः तञ्चु अपि तदेव भवति परन्तु तञ्चु मध्ये कोऽपि वक्तुं शक्नोति वा अङ्गं किं भवति तस्य कार्यं किं भवति तञ्चु मध्ये स्नानलोपः इति कार्यं करोति महोदय क्रमेण करोतु प्रथमं किं भवति तञ्च् तञ्च् मध्ये प्रथमं किं करणीयं श्नं भवति रुदादि शम् इत्यनेन तृ न आमां तञ्च इन् नकारः ञकारः चकारः भवति तदनन्तरं स्नानलोप् किं तञ्च् अस्ति तर्हि तञ्च् इति भवति खलु किम् आं तकारः नकारः तनञ्च् इति भवति तदनन्तरं स्नानलोपः इत्यनेन नकारस्य परे नकारः अस्ति तस्य लोपो भवति तनज् तनज् भवति तर्हि तनज् इति अङ्गं भवति तञ्चु मध्ये त न च त नकारः चेत् नकारः अस्ति तनञ्च् ससोरल्लोप इत्यनेन तनञ्च् भवति तदनन्तरं श्नान्नलोपः इत्यनेन नकार तत्र नकारस्य श्नं प्रत्ययस्य नौ प्रत्ययस्य नात् परे नकारस्य लोपः भूत्वा तनच् इति अङ्गं भवति तनच् खलु तनक्ति तनक्ति भवति रूपस्य आवश्यकता नास्ति किमर्थं महोदय विच् दातौ स्नान्नलोपः न भवति यतोहि स्नान्नलोपः किं वदति यदि धातुमध्ये नकारः पूर्वतया एव अस्ति ओ तत्र स्नान्नलोपः श्न प्रत्ययात् परे नकारस्य लोपः विच् मध्ये नकारः नास्ति खलु श्न प्रत्ययात् परे परन्तु तञ्चु मध्ये श्न तनञ्च् न तस्मात् प्राक् नकारः अस्ति अतः तत् नकारस्य नकारस्य लोपः भवति स्नाप्रत्ययस्य प्राक् नकारः अस्ति तस्मात् उत्तरनकारस्य एव लोपः भवति अस्तु तनक्ति चोकुः तनक्ति भवति वा तनक्ति तदनन्तरं सर्वं विच् इव भवति सर्वत्र स्नान्नलोपः भवति वा तनच् तनच् तञ्च् दातु तनच् एव अङ्गम् अग्रे तत्रैव रिचिर् रिचिर् मध्ये अपि विच् इव भवति अतः तत्र किमपि कार्यं नास्ति प्रिचिर् मध्ये एव प्रिच् तथैव भवति तत्रापि कार्यं नास्ति विचिर् इव एव युजिर् मध्ये युज् अस्ति युज् मध्ये किमपि कार्यमस्ति वा नास्ति तदपि विच् इव भवति युज् मध्ये युनज् तदनन्तरं चोहोकुः युनग् अञ्चु विल् बि लैक् तञ्चु एकनिमेषः युज् युनज् युञ्ज् युनग् युज् मध्ये अपि तथैव कार्यमस्ति यद्यपि अहं वदामि तथैव कार्यमस्ति परन्तु सर्वे गृहकार्यरूपेण अभ्यासं सर्वेषां धातूनाम् अभ्यासं कुर्वन्तु एव अत्र समयः नास्ति अतः अहं झटिति वदामि परन्तु सर्वे कुर्वन्तु तेन सूत्राणाम् अभ्यासः अपि भवति अस्तु अग्रे अञ्चु अपि तञ्च् एव भवति भञ्जो पञ्च भवति भनञ्ज, भुज् अपि तथैव, ओविजि विज् विज् अपि तथैव, वृजि वृज् अपि तथैव। हा इदानीं कृति करोमि, कृति कृति कृति तस्य किं भवति? कृति तस्य किं भवति? कृत् भवति। अत्र प्रश्नः अस्ति मम, कृति मध्ये कस्य वर्णस्य भवति ईत् संज्ञा? इकारस्य। तर्हि इकारस्य वृत् संज्ञा अस्ति चेत् किमपि सूत्रमस्ति खलु? नुम् आगमः भवति तर्हि अत्र नुम् आगमः भवति वा? भवति भवति। अन्ये कोऽपि वक्तुम् इच्छति अत्र कृति मध्ये इकारस्य इडाग इकारस्य किम् संज्ञा अस्ति? अत्र रुदादिभ्यः स्नम् इत्यनेन एव नकारः मध्ये भवति। न तत्तु भिन्नं, प्रथमं तु धातु एव, धातु मध्ये एव, गणस्य विषयः एव नास्ति, धातु मध्ये एव इदितो नुम् धातुः इति सूत्रं भवती वदति मदन महोदय, तेन अत्र नुमागमः भवति। तर्हि अत्र नुमागमः भवति न वा इति प्रश्नः। भुवर्महोदय वदति भवति यतोहि इकारस्य किमस्ति इति संज्ञा अस्ति, अतः इदितो नुम् धातोः। अन्य कोऽपि वक्तुम् इच्छति वा किमपि? चिन्तयतु, सर्वे जानन्ति किञ्चित् अत्र यत्र यत्र यत्र यत्र किमस्ति इकारः इत्संज्ञा भवति तत्र तत्र इदितो नुम् धातोः इति सूत्रं नुम् आगमः भवति इति। तर्हि अत्र नुमागमः भवति वा महोदय? तत्र इदित् नास्ति, किमर्थम् इत्युक्ते दीर्घ इकारः अस्ति। बहु उत्तमं, बहु उत्तमम्। इदित् इदित् इत्युक्ते किम्? इदित् रस्म इकारः, इदित् इत्युक्ते रस्म इकारः इत्सम्यक् वर्णः, इदित् इत्युक्ते सपरसत्कालः इत्यनेन सपरे अस्ति चेत् इत् इति अस्ति चेत् तत्र तस्य अर्थः अस्ति तत् काले यत् लिखितमस्ति तस्मिन्नेव काले ग्रहणीयम्। इत् मध्ये ह्रस्व इकारः तदनन्तरं तकारः अस्ति, अतः ह्रस्व इकारस्य अपि ग्रहणं ह्रस्व इकारस्य एव ह्रस्व इकारः एव ग्रहणीयः। अतः दीर्घ इकारः अस्ति, दीर्घ इकारः इत् नास्ति, अतः इदितनुं धातोः अत्र कार्यमेव कर्तुं न शक्नोति, प्रसक्तिः एव नास्ति। लौकिकधातु कृत् एव भवति, न तु कृन्त्। इदानीम् इदानीं भवति, तदनन्तरं किं करणीयं तद् अग्रे कुर्मः। तर्हि इदानीं क्रिनत् इति अङ्गमस्ति, तस्य रूपाणि वयं कुर्मः, परस्मैपदी धातुः अस्ति। मदर् महोदय लट् क्रिनत् योगः इति अस्ति, क्रिनत्ति क्रिनत्ति इति भवति, अत्र नत्वं भवति रसाभ्यां नो नः समानपदे इति सूत्रेण क्रिनत्ति कृत्योगः कृत्योगतः अस्ति कृत् आमां कृणत् कृणत् आमां कृत्योगतः अस्ति ससोरल्लोपः इत्यनेन कृन्त् योगतः कृन्तः कृन्तः एव अतः नत्वं न भवति अत्र किमर्थं चेत् अनुस्वारः एव भवति आदस्वारः एव पश्यति महोदय अत्र किं मध्ये ऋकारः तदनन्तरम् अनुस्वारः भवति ऋकारः अनुस्वारः भवति तदनन्तरं ततः नत्वं न भवति नष्टपदान्तस्य जलि इत्यनेन अनुस्वारः भवति अतः अनुस्वारः अस्ति चेत् तत्र नकारः नास्ति एव अतः दशाभ्यां नूनः तस्य प्रसक्तिः एव नास्ति यतोहि तत् सूत्रं तु अनुस्वारः एव पश्यति तदनन्तरम् अन्ते अनुस्वारस्य ये परसवर्णेन नकारः पुनः आगच्छति परन्तु कार्यत्वात् तत् परसूत्रमस्ति पूर्वकृते दशाभ्यां नूनः समासे तदपि वक्तुं द्रष्टुं न शक्नोति अतः तथां कार्यमेव न करोति कृणति कृन् ताम् तर्हि अत्र महोदय कृन् तां मध्ये कार्यं समाप्तं वा कृन्तः इति कृन्तः कृन्तां मध्ये समीप किं वदामि तः तः कृन्तः मध्ये किं कृतः इति अस्ति खलु कृन् ततः खलु आम् नश्चपदान्तस्य चलि नश्चपदान्तस्य तदनन्तरं पुनः भवति खलु अनुस्वारस्य परसवर्ण तेनैव नकारः भवति कृन्तः कृन्तः खलु तर्हि इदम् अन्तिम अन्तिम अस्ति वा सोपानं किमपि अन्यमपि अस्ति न न अत्र तकारः द्वयं भवति अत्र तर्हि पूर्वमेव तकारः अस्ति अनन्तरमेव प्रत्ययम् अस्ति अतः रूपद्वयं भवति अतः जरो जरि सवर्णे इत्यनेन प्रथमतकारस्य लोपः भवति कृन्तः अत्र अत्र रूपं द्वयं भवति कृन्तः इति कृन्तः इति कस्मिन् पक्षे तकारद्वयमस्ति एकस्मिन् पक्षे तकार एकम् आम् आम् आम् परन्तु कृन्तः कुत्र नकारद्वयमस्ति महोदय कुत्र नकारद्वयमस्ति किमर्थं तकारद्वयमस्ति नकारः द्वयं नास्ति अत्र तकारः तकारः तर्हि इदानीं सरोजरी सवर्णे अत्र किमर्थं कार्यं करोति कोऽपि वदतु कथं कार्यं करोति किं किं करोति जरोजरी सवर्णे किं कीदृशं मदर् महोदय अत्र सवर्णे तावर्गः सवर्णः अस्ति अतः अतः द्वौ रूपं भवति एकपक्षे नकारस्य एकवर्णस्य लोपो भवति अनन्तरं द्वौ वर्ण एव स्थितः भवति कृन्त अतः अथवा एकतकारस्य लोपो भवति आम् एकतकारस्य लोपो भवति सवर्णे अस्ति चेत् तर्हि कृन्तः मध्ये नकारः अस्ति हल् वर्णानन्तरं किमस्ति तकारः अस्ति झर्वर्णः अस्ति तकारानन्तरं किमस्ति सवर्णतकारः पुनः आगच्छति अतः झरोझरिसवर्णे वदति तत्र प्रथमतकारस्य लोपः भवति विकल्पेन अरे एकं रूपमस्ति कृन्तः अन्यरूपमस्ति कृन्तः तकारद्वय अग्रे कृणत् योगान्ति अस्ति कृन्तन्ति कृन्तन्ति वर्णमेलमेव कृन्तन्ति अस्तु अत्र नश्यपदान्तस्य जलि अनुस्वारस्य ईपरसवर्ण इति सूत्रं कार्यं करोति कृणत् योगः सि अस्ति कृणत्सि एव कृणत् नत्तु भवति अत्र नत्तु भवति कृत्सि रसाभ्यां नूनः समानपदि इत्यनेन मूर्धने नकार कृणत् योग सि कृत्सि कृन्तः कृन्त अत्र कृणत्मि कृन्त्वः कृन्त्मः सम्यक् वा सम्यक् सर्वे जानन्ति सर्वम् इदानीं प्रश्नः अस्ति वा नास्ति महोदय अस्तु तर्हि कृन्त योगः ति कृन्ति न किं वदामि कृणत् एकनिमेषः कृणत् योगः ति एकनिमेषः क्रीणत् क्रीणत् योगः ति तर्हि अङ्गं भवति क्रीणत् तर्हि क्रीणत्ति कृन्तः अथवा कृन्तः कृन्तन्ति खलु अनन्तरं कृणत् योगः सि कृणत्ति कृन्थः न कृन्थः क्री न तथः अथवा सकारस्य रूपः कृन्तः कृन्थ अथवा कृन्थ क्रीणत्नि कृणत्नि कृणत्नि खलु कृन्त्वः कृन्त्मः अस्तु अग्रे अत्र कः अस्ति मीना महोदय लोट् कृणत्योगः किं महोदय लोट् करोतु भवती चुतामन्तु कृणत् अङ्गं कृणत् वा आं कृणत् कृणत् इति अङ्गं कृणत् तु तत्र श्नशोरलोपः भवति किल किमर्थं श्नशोर् अल्लोपः भवति पित् अस्ति श्नशोरलोप इदानीं विस्मृतं निमित्तं किं निमित्तं किं स्नाप्रत्ययात् परम् अकारः अस्ति चेत् लोपः भवति निमित्तं प्रत्ययः कीदृशः भवेत् पित् अपेत् किम् अत्र पित् अस्ति कार्यं न कार्यं करोति न वा अष्टसौरलोप न भवति तर्हि किमर्थं करोति तर्हि किं भवति रूपं कृणत्येव कृणत् तु तादृशमेव भवति श्नशोरलोपः कार्यं न करोति पित् अस्ति तदनन्तरं रषाभ्यां नूनः कृणत् भवति किल नत्वं भवति कृणत् तु कृणत् तु कृणत्तु एव कृणत्तु एव क्रीणत्तु क्रीणत्तु कृणत्तु तात् भवति तात् भवति तु तात् अन्तामन्तु तात् तत्र ङित् भवति तत्र श्नशोरलोपः भवति किल कृन्द् तात् कृन्द् तात् तु तात् ताम् अन्तु किल तात् तात् तत्र श्नशोरलोपः भवति अपित् अस्ति तस्मात् श्नशो कृन्द् कृन्द् तात् तत्र नश्चापदान्तस्य जलि भवति वा कृन्तात् कृन्तात् तथा अनुस्वारस्य प्रश्नः नकारः पुनरपि भव आगच्छति कृन्तात् एकनवरूपं वा कृणत्तु अथवा कृन्तात् कृन्तात् मध्ये एकमेव रूपं वा डबल् तकारमस्ति सूत्रम् अहं न जानामि सम्थिङ्ग् झरोझरि सवर्णे जानाति महोदय झरोझरि सवर्णे हल् वर्णः अस्ति तस्य अनन्तरं झर् वर्णः अस्ति तस्य अनन्तरं पुनः समान झर् वर्णः अस्ति सवर्णझर्वर्णः तर्हि तत्र मध्यवर्णस्य लोपः भवति अत्र कृन्तादस्ति नकारः हल् वर्णः कृन्तात् अथवा कृन्तात् कृणत्तु कृन्तात् अथवा कृन्तात् कृणत्तु हा कृणत्तु मध्ये अपि कार्यं करोति वा झरोझरि सवर्णे महोदय किमर्थं नकारः शत्रुं न भवति तत्र सत्वं कृणत्तु नकारं न दशाभ्यां नो नः नत्वं दशाभ्यां नो आं कृणत्तु मध्ये भवति खलु कृणत्तु मध्ये भवतु किमर्थं कृणत् किं प्रश्नः कः प्रश्नः किमर्थं कृन्तात् तत्र नकारस्य नत्वं न भवति इति मल्लनमहोदय उत्तरं ददातु कृपया आम् कः पाणि कृन् कृन्तु वा न श्रूयते वा तत्र कृणत्तु नत्वं भवति रसाभ्यां नो नः परन्तु कृन्तात् तत्र न वेपमस्ति किमर्थं शत्वं न भवति नत्वं न भवति मलरमहोदय भवती उत्तरं ददातु कृन्तात् अङ्कुभ्यां रसाभ्यां नो नः वा अत्र नश्यपदान्तस्य जलि इत्यनेन नकारस्य अनुस्वारः भवति अतः अत्र ऋकारः अनुस्वारम् एव पश्यति नकारः न पश्यति तदनन्तरम् अनुस्वारः भवति तत्र नकारमस्ति तदनन्तरमेव अनुस्वारस्य ईपरसवर्ण रसाभ्यां नूणः समानपदे नश्चापदान्त समानपदे इति तयोः मध्ये आगच्छति अतः दशाभ्यां नूनः 841 सूत्रमस्ति तस्मिन् समये अनुस्वारः एव अस्ति नकारः न अस्ति इति उक्तवती अतः तद् अनुस्वारमेव तत् सूत्रम् अनुस्वारमेव पश्यति अत्र पश्यति नास्ति अतः तस्य कार्यमपि न भवति इदानीम् अनुस्वारस्य एय् परसवर्ण इति सूत्रं कार्यं करोति अनुस्वारः पश्यति खलु अभ्यां नूनः पूर्वसूत्रमस्ति तत्तु अनुस्वारस्य एय् परसवर्णः इत्यनेन आनीतं सकारं न द्रष्टुं शक्नोति तत्तु तत्तु केवलं अनुस्वारमेव पश्यति अनुस्वारस्य परसवर्णः इति सूत्रस्य प्रसक्तिः परम् एव अपि च 8451 पूर्वसूत्रं भवति 841 इति अस्तु अस्तु तर्हि समापयतु किं लोड्लकारं गन्तव्यम् समाप्तं कुर्मः महोदय. न लोट् लकारं समापयतु कृपया झटिति, तदनन्तरं विरमामः. ओ लोट् लकारं कृणत् कृन्तात् कृन्तितां कृन्ताम् तत्र किमपि नास्ति, कृन्तां कृन्दन्तु किमपि तत्रापि किमपि नास्ति, कृन्दिः कृन्दिः हेर्दिः भवति तत्र, कृन्दिः अपि भवति सेर्हि अपि च इति सूत्रेण श्वशोलोपः भवति. कृन्दिः तत्र नश्चापदान्तस्य जलि कृन्दि हि अस्ति खलु, हि तस्य किं भवति, हि सा उक्तवती महोदय हू जल्व्यो हेर्दि इति सा उक्तवती. हू जल्व्यो उक्तवती वा? अस्तु अस्तु, सूत्रं मया न उक्तं. कृन्द कृन्द योगः धि करोतु, कृन्त योगः धि हेर्दि इति एव अन्तिमरूपम् एव उक्तवती, हेर्दि हेर्दि इति उक्तवती, हेर्दिः कृन्दि तत्र नश्चापदान्तस्य जनेति कृन्द धि कृन्त कृन्त धि तदनन्तरं कृन् जलां जस् तद् कृन् कृन्द धि तदनन्तरम् अनुस्वारस्य एकं पुनरपि नकारः भवति किल, अनुस्वारस्य नकारः भवति कृन्धि. तर्हि एकरूपं कृन्धि, अन्यरूपं कृन्धि, नकारस्य लोपः झरोझरि सवर्णे. अग्रे अग्रे दन्तं तात् भवति कृन्तात् समानमेव, प्रक्रिया समानमेव महोदय. कृन्द आनि आनि आनयाम तत् पित् अस्ति तस्मात् श्वशोरलभः न भवति तत्र. कृणत् आनि रसाभ्याम् एव कृणदानि कृणदानि कृणदान कृणदाम रसाभ्यां नूनः खलु तादृशमेव कृणदानि कृणाव कृणदाम. अस्तु तर्हि इदानीं विरमामः, कृपया गृहकार्यरूपेण पुनः करवन्तु सर्वे. हा अस्तु तर्हि नमस्कारः, शुभरात्रि. अग्रिमरविवासरे वर्गः न भविष्यति, अहं यात्रां करोमि, अतः अत्र नास्मि. शिशु द्रष्टुं शक्यते. अस्तु धन्यवादः. अत्र महोदय सर्वत्र अत्र रूप वारं द्वयम् अत्र विरामकालः एव सर्वत्र. कुत्र? सर्वत्र क्रिस्मस् क्रिस्मस् वारं संस्कृतभारत्यां तत्र सर्वे आचार्याः वारद्वयं विरामकालः इति उक्तवन्तः, अतः भवान् अपि स्वीकरोतु, अत्र शिशुं समीपे वसतु. थर्टि फस्ट् अपि थर्टि फस्ट् न फस्ट् जनवरि अपि भवती इच्छति वा विरामः? वारद्वयं भवति, इदानीम् 18 अस्ति, अत्र 25 अनन्तरं फस्ट् आगच्छति खलु, अग्रिमवासरे एव 8 मध्ये एव 8 जनवरि एव. अस्तु अस्तु अस्तु, इदानीं सर्वे विद्याभगिनी क्लास् अपि द्विवारं वर्गः नास्ति वा? एतदेव मया उक्तम् इदानीम्, अत्र अतः तत्र सा तु बहु गृहकार्यम् उक्तवती, यदा भवान् अस्माकम् आचार्यः यशोवर्धन् महोदय उक्तवान् खलु तादृशमेव सर्वत्र गृहकार्यमस्ति. अस्तु अस्तु अस्तु महोदय, धन्यवादः. अभिनन्दनं. शुभाशय, नूतनवर्षस्य शुभाशयाः महोदय. अस्तु भवतः भवतः शिशुः अपि. धन्यवादः धन्यवादः धन्यवादः महोदय. अतः एव बहु खुशी अस्ति. नाम किं महोदय? नाम किं? नाम समारोहः अस्ति अतः अहं गच्छामि. समारोहः अनन्तरं वदामि. हा वदतु महोदय. कृष्णस्य धन्यवादः. दास्यतु महोदय. अस्तु कृष्णस्य अत्र किमस्ति, सहस्रनाम सन्ति खलु, नामानि सन्ति. एतत् स्वीकरोतु अत्र. धन्यवादः महोदय, शुभरात्रिः. नमस्कारः. धन्यवादः महोदय. धन्यवादः महोदय.